अस्तु, तर्हि इदानीं वयम् अस्माकं न्यायवर्गे कार्यकारणभावः इति प्रसङ्गे स्मः. अत्र समवायिकारणम् इत्युक्ते किम्, असमवायिकारणम् इत्युक्ते किम् इति अपि परिशीलितवन्तः. तत्र विशेषतया असमवायिकारणस्य द्वैविध्यम् इत्युक्ते द्विविध असमवायिकारणम् इति अपि किञ्चित् विस्तरेण दृष्टवन्तः. तत्र कार्यकारणभावस्य विषयः कथम् आगच्छति इति अपि दृष्टवन्तः. तर्हि इदानीं एतत् सर्वं वयं तत्र करपत्रे यदस्ति तदाधारीकृत्य पठितवन्तः. तर्हि इदानीं पुस्तके यदस्ति तस्मात् पठामः. तर्हि पुस्तके पृष्ठसङ्ख्या अस्ति 94, तत्र द्वितीय असमवायीकारणम् इति यदस्ति तस्मात् पठेम. अपि च मध्ये केनापि आगतं खलु, कृपया नाम उच्यताम्. भगिनी अस्मि, एकनिमिषं. नमस्ते भगिनि, एकनिमिषं. अन्य कोऽपि अस्ति वा? अस्तु भगिनि. उत्तम. एकत्वं द्वैविध्यं तत्तु न पठामः न तत्र पुस्तके 94 पुटे द्वितीयसमवायिकारणम् इति अस्ति खलु, कारणवर्णनम् इति. पुरतः पूर्वतन मानव्य व्यवहार तत्सर्वम् अभवत् खलु, तत्सर्वं पठितवन्तः. हा प्रायः, हा तत्र मुद्रणं शृणोतु, पठितवन्तः सत्यम्. Last class and the class before, there was no mudranam about that. Na tat purvam pate eta karapatrasya patanam aramam abhavat tasmat purvam eva tatra tat sarvam samapayitva eva aramam krutavantah. Etra dvitiya samavayi karana varnanam iti asti, tasya patanasya aramam eda abhavat tada eva karapatrasya avashyakata api agatam. आगता. अहं तु न मुद्रणमस्ति भगिनि, तत्र शृणोतु अनन्तरं. हा, द्वितीय असमवायिकारणवर्णनम् इति. तर्हि तत्र भवती एव आरम्भं करोतु तर्हि, कपालघटगतयोः द्वितीयसमवायिकारण द्वितीय असमवायिकारणवर्णनं. द्वितीय असमवायिकारणवर्णनं कपालघटगतयोः परिमाणयोरस्ति, परिमाणयोः अस्ति. कार्यकारणभावः अनुभविकः, परन्तु चित्रेण इदं स्पष्टं यत् द्वयोः समानाधिकरण्यं नास्ति. कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्, घटपरिमाणं च तद्गुणः तत्र समवेतः भवेत्. अतः तयोः समानाधिकरण्यनिर्वाहाय समानाधिकरण्यनिर्वाहाय न तु समानाधिकरण्य समानाधिकरण्यनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन न एतव्यम्. अस्तु, न एतव्यं स च परम्परासम्बन्धिनि अस्ति वा? न शृणोति वा? हा, शृणोति. एतत् पर्यन्तं यत् पठितवती तस्य प्रसङ्गे किञ्चित् उक्त्वा अग्रे सरेम. कपालगतगतयोः परिमाणयोः अस्ति कार्यकारणभावः अनुभाविकः, परन्तु चित्रेण इदं स्पष्टं यत् द्वयोः समानाधिकरण्यं नास्ति. तत्र कारणता कार्यता परिमाणं कपालः तु कटः अत्र चित्रं दृश्यते. वदतु. तथैव विवरणं कृतं कपालगतगतयोः. तत्तु कपालः घटः परिमाणयोः अस्ति कार्यकारणभावेन. हा, इत्युक्ते अत्र कार्यकारणभावः कयोः मध्ये अस्ति? कपालः घटः. कपालघटगतयोः परिमाणयोः इति अस्ति खलु? तत्र इत्युक्ते किं, तत्र परिमाणस्य विषयः किमर्थम् अस्ति? तत्र कपालघटयोः कार्यकारणभावस्य प्रसङ्गः अस्ति चेत् तत्र परिमाणयोः इति किमर्थम् अस्ति भगिनि? परिमाणयोः तत्तु कपालः घटः कपालस्य घटस्य परिमाणयोः. हा, उत्तमम्. इत्युक्ते कपालपरिमाणम् अपि च घटपरिमाणं. कपालपरिमाणं घटपरिमाणं तयोः कार्यकारणभावः अनुभविकः आनुभविकः आनुभविकः तत्तु तत् अनुभवस्य भावः खलु आनुभवम् तद्धितः. तर्हि तत्र आनुभविकः इत्युक्ते किं, तत्र किमर्थं तत्र कपालपरिमाणयोः अपि च क्षम्यतां कपालपरिमाणम् अपि च घटपरिमाणं तयोः मध्ये यः कार्यकारणभावः अस्ति स च कार्यकारणभावः आनुभविकः इति किमर्थम् अस्ति अत्र? अत्र भावः न अनुभवं कुर्मः न. हा, सत्यं सत्यम्. इत्युक्ते अनुभवेन वयं जानीमः खलु, इत्युक्ते कपालपरिमाणं बृहत् कपालः स्वीकुर्मः चेत् तत्र घटः अपि बृहत् एव भवति. इत्युक्ते तत्र कपालस्य परिमाणं यदस्ति तस्य अनुगुणमेव भवति घटस्य परिमाणम् इति अस्माकम् आनुभविकज्ञानमस्ति. चित्रेण स्पष्टं यत् द्वयोः समानाधिकरण्यं नास्ति. तत्तु द्वेपि समानाधिकरण्यं नास्ति. कपालपरिमाणं घटपरिमाणं समानः नास्ति. तत्तु कपालपरिमाणः कारणता घटपरिमाणः कार्यता. सत्यं. कपालपरिमाणं कुत्र अस्ति? कपालपरिमाण कपाले अस्ति. घटपरिमाणं घटपरिमाणे अस्ति. परिमाणं घटे अस्ति. हा, घटे अस्ति. तर्हि तयोः मध्ये समानाधिकरण्यं नास्ति. कपालस्य परिमाणं तद्गुणः. तत्तु कपालस्य परिमाणः तत्र एव गुणः अस्ति. समवायेन अस्ति. घटपरिमाणं तु समवेतेन भवेत्, समवेतः भवेत् तद्गुणः. तयोः समानाधिकरण्यनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परस्परासम्बन्धेन न एतव्यम् परम्परा न तत्र किमर्थं न नेतव्यम् इति पठितवती परम्परासम्बन्धेन नेतव्यं नेतव्यम् ओ नी नीता नी नी अस्तु अस्तु अतः तयोः समानादि समानाधिकरण्यनिर्वाहाय तत्तु आवाम् अत्र समान अस्ति अत्र न अत्र अस्ति न अवनि अवगच्छामः न निर्वाहाय करण्य समानाधिकरण्यनिर्वाहाय निर्वाहाय तु तत्र कार्यकारणभावमध्ये तत् कार्यकारणयोः मध्ये तत्र किमर्थं तत्र समानाधिकरण्यम् इति आवश्यकम् इदानीं तत्र किमर्थं तत्र समानाधिकरण्यस्य प्रसङ्गः अस्ति परम्परासम्बन्धेन अस्ति न न न परम्परासम्बन्धेन नेतव्यम् इति अस्ति परन्तु किमर्थं तत्र समानाधिकरणीयम् इति प्रसङ्गः तत्र समानाधिकरणं नास्ति इति आरम्भे उक्तवन्तः इदानीं समानाधिकरणीयं नास्ति इति कृत्वा परम्परासम्बन्धेन नेतव्यम् इत्यपि अस्ति किमर्थं तादृशं चिन्तनं तस्य आवश्यकता का परिमाणं कारणाधिकरणे न मम प्रश्नः न न एकक्षणं मम प्रश्नः किञ्चित् भिन्नः तत्र घटपरिमाणं कपालपरिमाणम् इति प्रसङ्गेन परन्तु तत्र कार्यकारण कार्यमस्ति कारणमस्ति खलु तयोः मध्ये समानाधिकरण्यम् इति प्रसङ्गः कुतः आगतः इति मम प्रश्नः तत्र न तत्र त्रिंशत्तमे पुटे पश्यतु त्रिंशत्तमे पुटे तत्र निकषत्रयमस्ति खलु तत्र कार्यकारणविषये यदा वयम् आरम्भे दृष्टवन्तः एकक्षणं तेन कार्याधिकरणे स्थातव्यं तत्र तेन इत्युक्ते केन न न तत्र तेन इत्युक्ते केन कस्यचित् कारणम् इति निर्धारयितुं घटकारणीभूताः कुर्मः चेत् न तत्र तेन इत्युक्ते केन भगिनि घटाधिकरणे एकक्षणं तत्र घटः कपालः इति प्रसङ्गः नास्ति कार्यं कारणम् इति प्रसङ्गः तत्र तेन का तत्र तस्य पूर्व तत्र प्रथम सो प्रथमबिन्दुः यदस्ति तस्मात् पूर्वं वाक्यमस्ति खलु तत् तद् वाक्यं पठतु किञ्चित् तस्मात् पूर्वं कुत्र कुत्र कुत्र तत्रैव तत्र तथा च इति अस्ति खलु किञ्चन कस्यचित् कारणम् इति निर्धारयितुम् इत्युक्ते किं तत्र निर्धारयितुं तेन कार्याधिकरणे स्थातव्यम् इत्युक्ते तत्र तेन इत्युक्ते केन कारणेन कार्याधिकरणे स्थातव्यम् इत्युक्ते कार्यम् अथवा अपि च कारणं तयोः मध्ये समान अधिकरणं भवेत् इति तत्र पूर्वं वयम् उक्तवन्तः तर्हि इदानीं घटपरिमाणम् अपि च कपालपरिमाणं यद्यपि कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति आनुभविकम् अस्ति तथापि तयोः मध्ये अधिकरणं समानम् इति नास्ति तदा तस्मात् कारणात् एव अत्र परम्परासम्बन्धेन तयोः मध्ये तादृशसामानाधिकरण्यं भवेत् इति तत्र तादृशं चिन्तनं वयं कृतवन्तः. तदेव करपत्रे आसीत्. एतस्मिन् विषये एव वयं करपत्रे अपि पठितवन्तः. तत्र स्वसमवायि समवायित्वसम्बन्धः इति तत्सर्वं तत्र, यतोहि अत्र परम्परासम्बन्धः इति तस्य आवश्यकता अस्ति तत्र सामानाधिकरण्यस्य कृते इति कृत्वा एव तादृशसम्बन्धस्य विषये अपि पठितवन्तः. पूर्वतनं न न असमवायिकारणमेव. समवायिकारणे तत्र किमर्थं परम्परासम्बन्धः इति प्रसङ्गः तत्तु नास्ति. अस्तु, अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि. सः स च परम्परासम्बन्धः स्वसमवायिसमवायित्वसम्बन्धः. स्वं घटपरिमाणं तत् समवायी, घटः तत् समवायी कपालः, समवायित्वं कपाले इति स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तम्. तत्रैव च कपालपरिमाणमपि समवायेन वर्तते इति कार्यकारणयोः कपाले समानाधिकरण्यं सम्पन्नम्. इदानीं यदा परम्परासम्बन्धः परम्परासम्बन्धः कपालपरिमाणं क्षम्यतां, घटपरिमाणं कपालपरिमाणं प्रति कारणं कीदृशम् इति सम्बन्धे, स्वम् इति घटपरिमाणं, तत् समवायी घटः, घटपरिमाणं घटे स्वसमवायसम्बन्धेन अस्ति अतः समवायी घटः, घटः कपाले समवायसम्बन्धेन अस्ति अतः समवायित्वं कपाले अस्ति, कपालपरिमाणं कपाले समवायसम्बन्धेन साक्षात् समवायसम्बन्धेन अस्ति अतः वाक्यं भवति स्वसमवायिसमवायित्व कपालपरिमाणं समवायसम्बन्धेन कपाले, परिमाणमपि समवायं वर्तते, आम् कपाल घटपरिमाणं कपालपरिमाणं प्रति कारणम् इति. किं किञ्चित् एकनिमिषं, घटपरिमाणं स्वं स्वसमवायी घटः, कपालः स्वसमवायिसमवायित्व त्वं कपाले अस्ति, अनन्तरं कपालपरिमाणं किल, स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. उत्तमम् उत्तमम्, अवगच्छति खलु? अस्तु, तर्हि अग्रे पठतु भगिनि. इदमेव च द्वितीयसमवा असमवायिकारणत्वं यत् स्वसमवायिसमवायित्वरूप परम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम्. इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं समवायि कारणम् असमवायिकारणम् इति उक्तम्. इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यं. प्रकृतकार्यं घटपरिमाणं तत् तत् समवायिकारणं घटः, तेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति तत् घटपरिमाणस्य असमवायी कारणम्। यद् वयम् इदानीम् उक्तवन्तः चित्रे, तदेव द्वितीय असमवायीकारणत्वम् अस्ति। यत् स्वसमवायी समवायित्व रूपपरम्परासम्बन्धेन यत् कार्यादिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं, द्वितीयसमवायीकारणत्वविषये एव अस्ति अत्र। तदस्ति स्वसमवायी समवायित्व, तदेव कपालः इति चित्रे, रूपपरम्परासम्बन्धेन तदेव कपाल घटपरिमाणं प्रति कपालपरि आम् कपालपरिमाणं कारणम् इति वयम् इदानीम् उक्तवन्तः। कार्यादिकरणं यत् परम्परासम्बन्धेन यत् कार्यादिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं, तदेव कपालपरिमाणं कारणं कार्यजनकत्वं घटपरिमाणं जनयति इति। इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणसमवायीकारणम् इति उक्तम्। एतदेव द्वितीयविध असमवायीकारणे एव ग्रन्थकृता इत्युक्ते ये मूलग्रन्थे कारणेन सह एकस्मिन् अर्थे इति पूर्वं वयं दृष्टवन्तः, तदेव ते उक्तवन्तः इति अस्ति। इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायीकारणं ग्राह्यम्। यदा वयं कारणेन सह इति वदामः चेत् कारणपदेन कार्यस्य विचारः इत्युक्ते अत्र घटपरिमाणं तस्य समवायीकारणं किम् इति वयं ज्ञातुं शक्नुमः। तदेव तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायीकारणम् इति अस्ति खलु। तर्हि इदानीं भवती तत् पूर्वं यद् वाक्यम् उक्तवती तत् पुनः एकवारं वदतु। स्वसमवायी इति वा स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्। उत्तमं। तर्हि इदानीम् अत्र घटपरिमाणम् इति कार्यं, कपालपरिमाणम् इति असमवायीकारणं खलु। तर्हि अत्र घटपरिमाणम् अपि च कपालपरिमाणं तयोः समानाधिकरणम् इति कः अस्ति? कपालः। कपालः अस्ति, परन्तु किञ्चित् चिन्तयतु, कपालः इति इदानीं कार्यम् इति घटपरिमाणं खलु, घटपरिमाणस्य कारणं किम् इत्युक्ते समवायीकारणम्। समवायीकारणमस्ति घटः। समवायीकारणम् अस्ति घटः। तर्हि समवायीकारणम् इति यः घटः अस्ति स च घटः कुत्र अस्ति? घटः कपाले अस्ति। घटः कपाले अस्ति। तर्हि तद्वाक्यं पुनः पश्यतु, कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायीकारणम् इत्युक्ते अत्र कारणम् इत्युक्ते समवायीकारणं तस्मिन् वाक्ये। कारणेन सह इति प्रथमं कारणम् इति यदस्ति तदस्ति समवायीकारणम् इत्युक्ते घटः। घटेन सह एकस्मिन् अर्थे इत्युक्ते इदानीम् अर्थे इत्युक्ते अधिकरणे कपाले। तर्हि घटेन सह, कारणेन सह इत्युक्ते घटेन सह एकस्मिन् अर्थे इत्युक्ते कपाले समवेतं सत्। समवेतम् इत्युक्ते किं? समवायसम्बन्धेन विद्यमानत्वं। समवायसम्बन्धेन विद्यमानम् इति। उत्तमम्। इदानीं कपाले समवायसम्बन्धेन यदस्ति कपाले समवायसम्बन्धेन घटः अस्ति. घटः अस्ति सत्यं, परन्तु घटेन सह इति वदामः खलु, कारणेन सह इत्युक्ते घटेन सह, घटेन सह घटेन सह, हा घटेन सह एकस्मिन् अर्थे कपाले समवेतं सत् यदस्ति, समवेतं यदस्ति इदानीं कपालपरिमाणं, हा कपालपरिमाणं, तर्हि समवेतं सत् कारणम् इत्युक्ते कपालपरिमाणम् असमवायी कारणम् इति. यद् वयं परम्परासम्बन्धेन कपाले तत्र घटपरिमाणस्य अधिकरणं तत्र परम्परासम्बन्धेन कपाले इति वयम् उक्तवन्तः, क्षम्यतां, घटपरिमाणस्य अधिकरणं परम्परासम्बन्धेन कपालः इति उक्तवन्तः. इदानीं तत्र शास्त्ररीत्या तस्य विवरणं कुर्मः चेत् तत्र किं भवति, तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं यदस्ति तदस्ति असमवायिकारणम् इति तत्र आगच्छति. अवगच्छति वा? घटेन सह, कारणेन सह इत्युक्ते घटेन सह एकस्मिन् अर्थे इत्युक्ते कपाले समवेतं सत् इत्युक्ते समवायसम्बन्धेन विद्यमानकपालपरिमाणं कारणम् असमवायिकारणम्. घटपरिमाणस्य असमवायिकारणं भवति भवति. अस्तु, सुनील् महोदय, भवान् एतदेव पुनः एकवारं वदति वा, भवान् यदवगतवान् तत्. अहं परिश्रमं करोमि. अत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति स्वीकुर्मः चेत् तत्र कारणमिति समवायिकारणम् इत्युक्ते अत्र कपालः घटस्य समवायिकारणं भवति. एकक्षणम्, इदानीं प्रसङ्गः कः तत्र इत्युक्ते तत्र इदानीं भवान् यद् वदति तस्य कार्यम् अत्र कार्यं किं कारणं किं तत् प्रथमम् उक्त्वा तदनन्तरं वदतु. अस्मिन् उदाहरणे घटः कार्यं, कारणं कपालसंयोगः. हा उत्तमं, परन्तु यदा वयं घटः कार्यं कपालसंयोगः कारणम् इति स्वीकुर्मः चेत् अत्र प्रथमविध असमवायिकारणं भवति खलु, तत्पूर्वं वयं दृष्टवन्तः तत्र कार्येण सह इति आगच्छति, तदपि वक्तव्यम् अस्ति, भवान् यद्वदति तद् सम्यक् एव, परन्तु इदानीं प्रथमं द्वितीयविध असमवायिकारणं यत् अत्र अस्ति तद्दृष्ट्वा तदनन्तरं प्रथमविध असमवायिकारणं पुनः एकवारं पश्येम. तर्हि घटपरिमाणम् अथवा घटरूपम् इति अपि स्वीकर्तुं शक्नोति. तर्हि घटरूपम् इति कार्यमस्ति चेत् तत्र घटरूपम् इति स्वीकृत्य तत्र वदतु. अत्र घटरूपम् इति कार्यमस्ति, कपालरूपम् इति कारणं. कपालरूपं कपाले समवायसम्बन्धेन अस्ति, घटरूपं घटे समवायसम्बन्धेन अस्ति, घटः कपाले असमवायसम्बन्धेन अस्ति. अनन्तरं घटपरिमाणं परम्परासम्बन्धेन, घटरूपं परम्परासम्बन्धेन कपाले अस्ति. कीदृशपरम्परासम्बन्धः अत्र? स्वसमवायि समवायित्वसम्बन्धे सम्बन्धेन. अत्र स्वम् इत्युक्ते किम्? अत्र स्वम् इत्युक्ते घटरूपं, स्वसमवायि इत्युक्ते घटः, स्वसमवायि समवायि इत्युक्ते कपालः. अत्र स्वसमवायि समवायित्वं कपाले, स्वसमवायि समवायित्वसम्बन्धः अपि कपाले, अतः कपालरूपं समवायसम्बन्धेन स्वसमवायि समवायित्वसम्बन्धेन घटरूपं प्रति कारणमिति. उत्तमम्, अति उत्तमम्. इदानीं तत्र कारणेन सह एकस्मिन् अर्थे इति यद्वयं परिशीलितवन्तः, तत्र कथं भवति, अत्र अत्र कारणम् इति किम्, एकस्मिन् अर्थे इत्युक्ते कुत्र इति किञ्चित् वदति वा? तद् संयोगविषये किल अत्र, न न घटरूपम् इति एव स्वीकृत्य. घटरूपमिति स्वीकृत्य, घटरूपस्य घटरूपस्य समवायिकारणं किम्? घटरूपस्य समवायिकारणं कपालरूपं, क्षम्यता, घटरूपस्य समवायिकारणं घटः. घटरूपस्य समवायिकारणं घटः इति किमर्थं? घटरूपं समवायसम्बन्धेन घटे अस्ति, अथवा घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटरूपं जनयति. उत्तमम्, उत्तमं. तर्हि घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायसम्बन्धेन घटं जनयति, क्षम्यतां, घटरूपं जनयति इति घटः भवति समवायिकारणं घटरूपस्य. इदानीं घटः इति समवायिकारणं, तर्हि कारणेन सह इत्युक्ते अत्र किम्? अत्र घटेन सह इति, घटेन सह इत्युक्ते समवायिकारणं यदस्ति तेन सह, तर्हि घटेन सह एकस्मिन् अर्थे इत्युक्ते कपाले, कपाले, कपाले समवेदं सत् इत्युक्ते यत्र यः आश्रितः भवति, आश्रयः कपालः भवति, आश्रितः कपालरूपं भवति. इत्युक्ते समवायसम्बन्धेन आश्रितः अपि खलु, न केवलम् आश्रितः परन्तु समवायसम्बन्धेन आश्रितः, यः कपालरूपं अत्र समवायि असमवायिकारणं भवति, घटरूपं प्रति, घटरूपं प्रति असमवायिकारणम् इति. उत्तमम्, अस्तु, इदानीम् अवगतं वा सर्वे? अहम् अवगतम् इदानीम्. अस्तु, पुष्पा भगिनी भवती अवगच्छति वा? हरि ओम् पुष्पा भगिनी. अस्तु, उत्तमं. तर्हि महोदय भवानेव अग्रे पठतु प्रकृतकार्यं. प्रकृतकार्यं घटपरिमाणं तत् समवायिकारणं घटः तेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति तत् घटपरिमाणस्य असमवायिकारणं. प्रकृतकार्यं घटपरिमाणं तत् समवायिकारणं घटः तेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं तद् प्रथमरीत्या कारणमिति वा भगिनि अत्र? न, तत्र प्रकृतकार्यम् इत्युक्ते तत्र आरम्भे यत् कार्यम् इत्युक्ते, कार्यम् इत्युक्ते अत्र घटपरिमाणं खलु, घटपरिमाणं तत् समवायिकारणम् इत्युक्ते तस्य समवायिकारणं, तस्य कस्य घटपरिमाणस्य, घटपरिमाणस्य समवायिकारणं घटः अस्ति, घटः तेन सह इत्युक्ते, तेन इत्युक्ते केन? अत्र घटेन सह, घटेन सह, उत्तमं, घटेन सह एकस्मिन् अर्थे इत्युक्ते कपाले, एकस्मिन् अधिकरणे, कपाले समवेतं, समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानं, समवायसम्बन्धेन विद्यमानं किम् अस्ति? अस्ति कपालपरिमाणम् इति. कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति. तत् तत् इत्युक्ते किम् अत्र? अत्र कपालपरिमाणं. उत्तमम्. इति कपालपरिमाणं घटपरिमाणस्य असमवायि कारणम्. प्रकृतकार्यम् इत्युक्ते अहं चिन्तितवान् प्रथमरीत्या इति. अत्र एकः प्रश्नः भगिनि, अत्र केवलं कारणेन सह एकस्मिन् अर्थे इति वदामः चेत् तत्र द्वयमपि स्वीकर्तुं शक्नुमः किल? अत्र प्रथमरीत्या अपि अथवा द्वितीयरीत्या प्रथमरीत्या इत्युक्ते अत्र कारणेन सह इत्युक्ते कपालः कारणमपि भवति किल? अत्र यदा कपालसंयोगः भवति. सत्यं, परन्तु कपालसंयोगः कारणेन सह एकस्मिन् अर्थे नास्ति खलु? ओ आमाम् कपालसंयोगः तत्र कारणमिति. इत्युक्ते कपालः अपि कारणं, कपालः इति समवायिकारणं, कपालसंयोगः इति असमवायिकारणं, परन्तु असमवायिकारणम् अत्र समवायिकारणेन एकस्मिन् अर्थे इति न भवति खलु? इत्युक्ते अत्र कपालः समवायिकारणं भवति किल? तत्र असमवायिकारणं नास्ति, समवायिकारणं भवति किल? हा हा, कपालः समवायिकारणं, कपालसंयोगः असमवायिकारणं खलु? घटस्य घटमिति घटः इति कार्यं चेत् तत्र किं भवति? तदेव अग्रे आगच्छति. तर्हि भवानेव वदतु अत्र इदानीं घटः इति कार्यं तत्र समवायिकारणं किं घटस्य? घटः इति कार्यं समवायिकारणं भवति कपालः. कथं भवति कपालः समवायिकारणम् इति? कपालः स्वस्मिन् तादात्म्य सम्बन्धेन स्थित्वा समवायेन घटं जनयति इति. हा उत्तमं, तर्हि कपालः भवति समवायिकारणम्. इदानीं कपालसंयोगः इति अपि एकं कारणं खलु? तर्हि कपालसंयोगः कुत्र अस्ति? कपालसंयोगः कपाले अस्ति. तर्हि अतः कपालसंयोगः असमवायिकारणं भवति. हा, कपालसंयोगः कपाले अस्ति चेत् कथम् असमवायिकारणं भवति? किञ्चित् इतोपि वक्तव्यम् अस्ति खलु महोदय? इत्युक्ते भवान् उक्तवान् एकक्षणं, मम प्रश्नः पृच्छामि. भवान् उक्तवान् तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत्कारणम् इति स्वीकृत्य एव तत्र कपालसंयोगः अपि असमवायिकारणम् इति साधयितुं शक्नुमः इति तदेव उक्तवान् खलु? इत्युक्ते मम भ्रमः अस्ति, केवलं कारणेन सह इति वदामः चेत् कारणमिति असमवायिकारणं भवितुमर्हति, असमवायिकारणमपि भवितुमर्हति वा इति मम प्रश्नः. ओ ओ ओ, तथा वा? अस्तु अस्तु, इदानीम् अवगतम्. अत्र हा, तत्र कारणेन सह इति वदामः चेत् तथा नास्ति. कारणेन सह इति वदामः चेत् तत्र केवलं समवायिकारणम्. तदर्थमेव अत्र अस्ति खलु इह तत्र तस्य तत्र तस्य अनन्तरं यद्वाक्यमस्ति तत् वदतु. तत्र इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायीकारणं ग्राह्यम्. इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायीकारणं ग्राह्यम्. तर्हि तत्र असमवायिकारणम् इति न भवति. अतः सर्वदा केवलं कारणेन सह एकस्मिन् अर्थे इति पश्यामः चेत् केवलम् असमवायिकारणमिति एव स्वीकरणीयम्. पुनः वदतु. यदा कारणेन सह एकस्मिन् अर्थे समवेदं सत् इति पश्यामः चेत् तत्र द्वितीय असमवायिकारणस्य प्रसङ्गः एव स्वीकरणीयः इति वा? हा सत्यं सत्यं तदपि अस्ति, अपि च कारणेन सह इति यदा वदामः तत्र समवायिकारणम् इत्यपि अस्ति इत्यपि अस्ति. तर्हि इदानीं घटस्य प्रसङ्गे यद् महोदय भवान् आरम्भं कृतवान् तद् वदतु. तर्हि इदानीं घटः इति कार्यं घटस्य समवायिकारणम् अस्ति कपालः. कपालः स्वस्मिन् तादात्म्यसम्बन्धेन कपाले अस्ति. कपालसंयोगः अपि कपाले अस्ति. घटः कुत्र अस्ति? घटः कपाले अस्ति. अतः कपालः समवायिकारणं घटस्य, कपालसंयोगः असमवायिकारणम्. कथम् इत्युक्ते समानाधिकरणं भवति कपालः प्रकार्यं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटं जनयति इति सत्यम् इति तत्र कपालः समवायिकारणमिति भवति. कपालसंयोगः असमवायिकारणमिति कथं भवति? तत्र अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा? अत्र अहं प्रयत्नं करोमि. समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तद् असमवायिकारणम् इति वयं दृष्टवन्तः पूर्वं. हा अथवा तत्र कार्येण सह एकस्मिन् अर्थे इति खलु. तत्र कार्यम् इति घटः अस्ति, घटस्य अधिकरणम् अस्ति कपालः, कपालस्य अधिकरणं क्षम्यतां कपालसंयोगस्य अधिकरणमपि कपालः इति तत्र घटेन सह इत्युक्ते कार्येण सह एकस्मिन् अर्थे एकस्मिन् अधिकरणे समवेतं सत्कारणम् इत्युक्ते समवायसम्बन्धेन विद्यमानं कारणम् असमवायिकारणम् इति वयं तदेव प्रथमविध असमवायिकारणम् इति दृष्टवन्तः. तत्र नवतितमे पुटे पश्यतु, तत्र चित्रमस्ति खलु. तत्र कपालः अस्ति, कपाले समवायसम्बन्धेन घटः, कपाले कपालद्वयसंयोगः अपि समवायसम्बन्धेन, कपाले कपालः तादात्म्यसम्बन्धेन. तत्र तत् वाक्यमस्ति खलु महोदय, तत् किञ्चित् पठतु अथवा तत् परिच्छेदम् एव पठतु. तत्र इदमेव ग्रन्थकृता इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणमिति उक्तं. कार्येण अथवा घटेन सह एकस्मिन् अर्थे समवेदं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम्. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेदमिति भागः प्रथम असमवायिकारणं निरूपणोपयोगी कारणेति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय. इदानीम् अवगतं वा? तत्र प्रथमविधम् इति कार्येण सह इति वयं पूर्वं दृष्टवन्तः. इदानीं द्वितीयविधं कारणेन सह इत्यपि तस्यपि परिशीलनम् अभवत्. अस्तु, तत्र प्रश्नः अस्ति वा? इदानीं प्रश्नः नास्ति. उत्तमं, तर्हि पुष्पा भगिनी भवती अग्रे पठति वा? यद्यपि मूले पुष्पा भगिनी अस्ति वा? अस्मि अस्मि, म्यूट् अस्मि. यद्यपि मूले अस्यां पङ्क्तौ कार्येण कारणेन सह इत्यादि लिखितं, परन्तु तत्रत्यः कार्येण इति अंशः असमवायिकारणपरः व्याख्यातः अत्र तत्र परिच्छेदः समाप्य वदतु तत्र भवती किम् अवगतवती इति. अत्र प्रथमं तत्र परिच्छेदः पूर्णतया पठतु. तत्र कारणेन इति प्रकृतसम्बन्धम् इत्यादि अस्ति खलु, तत्र तत्सर्वं तत्र तद्भागः पठतु. कारणेन एकस्मिन् सः एकस्मिन् अर्थे न किं भगिनि? हा तत्र कारणेन इति प्रकृतसम्बन्धं तथा च कार्येण सह तत्सर्वं पठितवती वा? अस्तु. कारणे इति प्रकृतसम्बन्धं तथा च कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति आद्यं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति अपरम् असमवायिकरणं सिद्ध्यति. कारणं सिद्ध्यति असमवायिकारणं सिद्ध्यति मूले तु ग्रन्थे अस्यां पङ्क्तौ तत्तु कार्येण कारणेन सह इत्यादि अस्ति चेत् परन्तु तत् कार्येण इति अंशः प्रथम असमवायिकारणपरः प्रथम असमवायिकारणपरः इत्युक्ते अर्थः परः इत्युक्ते किम्? कार्येण कारणेन सह समवायि स्वसमवायि समवायित्वरूप परम्परासम्बन्धेन कार्याधिकरणं समवायसम्बन्धेन स्थित्वा जनयति तत्तु च एकस्मिन् अर्थे कारणेन सह एकस्मिन् अर्थे भगिनि एकक्षणं तत्र परन्तु तत्रत्यः कार्येण इति अंशः प्रथम असमवायिकारणपरः व्याख्यातः इत्युक्ते किम् इति मम प्रश्नः अस्ति. भवती किञ्चित् अग्रे गतवती. तत्र प्रथम असमवायिकारणपरः इत्युक्ते किम् इत्युक्ते कः इति मम प्रश्नः. प्रथमसमवायिकारणपरः अत्र कार्येण कारणेन सह लिखितं तत्तु प्रथमसमवायिकारणपरः. तत्र द्वयमपि प्रथमसमवायिकारणं वा? कार्येण इति अंशः प्रथम असमवायिकारणपरः इत्युक्ते प्रथम असमवायिकारणलीनः अथवा मग्नः इत्युक्ते कार्येण इति तत्र मूलग्रन्थे कार्येण कारणेन सह एकस्मिन् अर्थे इति अवाक्यमस्ति. इदानीमेव सुनील् महोदय अपि पठितवान् खलु नवतितमे पुटे तद्वाक्यमस्ति कार्येण कारणेन सह एकस्मिन् अर्थे इति. तत्र यत् कार्येण इति यः भागः अस्ति स च भागः प्रथमसमवायिकारणसूचकः इति. कारणे इति कारणेति प्रकृतसम्बन्धम् इत्युक्ते यद्वयम् इदानीं चर्चितवन्तः स्मः तदस्ति कारणे इति भागः. प्रकृतकार्यं न प्रकृतसम्बन्धम् इत्युक्ते यद्वयम् आरम्भे तत्र परम्परासम्बन्धम् इत्यादि उक्त्वा तत्र कार्येण सह एकस्मिन् अर्थे इति यद्वयं पठितवन्तः तदस्ति कारणेन इति भागस्य विषयः. कारण इति प्रकृतसम्बन्धम्. ओके. तथा च कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणं कारणम् इति आद्यं. हा, तत्तु कार्येण सह एकस्मिन् अर्थे अस्ति न. तत्तु तत् भावः कारणम् इति समवेतं तत् कारणम् इति आद्यं प्रथमतम् प्रथमं कारणेन सह एकस्मिन् अर्थे समवेतं तत् कारणम् अपरं तत् परत्वं कारणेन सह आयाति. परत्वम् इति अपरम् इत्युक्ते अन्यम् अन्यविधम् इति खलु. तत्र एकविधम् अस्ति कार्येण सह इति, कारणेन सह इति अस्ति द्वितीयविधम् इति. असमवायि कारणं सिद्ध्यति. उत्तमं. तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. यद्यपि सर्वम् इदं मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुमुचितं, तदापि समवायीकारण असमवायीकारणादि विभागात् प्रागेव मूले गुरुत्वलक्षण लक्षणे असमवायीकारण उल्लेखः वर्तते इति तन्निरूपणे ग्रहणे च सौकर्याय प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतम्. मूलपङ्क्तिव्याख्यान अवसरे तु विशेषं कश्चन पश्यामः. यद्यपि सर्वमिदम् इत्युक्ते कार्येण सह कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति तद् विषये मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुमुचितम् इत्युक्ते तत्र एव मूल तत्र एव तद्विषये उक्तवन्तः इति. तदापि समवायीकारण असमवायीकारणादिविभागात् प्रागेव मूले गुरुत्वलक्षण लक्षणे असमवायीकारण उल्लेखः वर्तते. यदा तद्विषये उक्तवन्तः तदापि समवायीकारण असमवायीकारणविभागे गुरुत्वलक्षणविषये अपि तदपि असमवायीकारणं कारणस्य कारणे अस्ति इति अपि अस्ति इति तन्निरूपणे ग्रहणे च सौकर्याय गुरुत्वलक्षणविषये अपि तत्र अस्ति इति तदेव वा? हा, अत्र एतत् सर्वं यदा तत्र मूलग्रन्थे यत्र अस्ति तत्र एव वक्तुं प्रभवामः चेदपि तत्र किं भवति इत्युक्ते तत्र गुरुत्वलक्षणं यदा आगच्छति, गुरुत्वम् इत्यपि एकः गुणः अस्ति खलु, तस्य लक्षणम् इति यदा वदामः तत्र असमवायिकारणम् इति आगच्छति. तर्हि तस्य सौकर्याय तत्र तस्य निरूपणस्य सौकर्याय इदमेव तत्र अत्रैव उक्तमस्ति इति तावदेव. तत्र नूतनविषयः इति किमपि नास्ति. तत्र केवलं किमर्थम् इदानीमेव असमवायिकारणस्य विषयः आगच्छति इति तत्र किञ्चित् वदनार्थमेव तावदेव. तर्हि अग्रे इदानीं तर्हि तत्र नूतनप्रसङ्गः इदानीं तर्हि पृथक्त्वम् इति विषयः. तत्र एतस्य इदानीं वयं गुणनिरूपणे स्मः खलु. तर्हि तत्र परिणामस्य विषयः अभवत्. सङ्ख्या इति दृष्टवन्तः. तदनन्तरं परिणामम् इति तत्र तस्य अपि विषयः दृष्टवन्तः. तर्हि तत्रैव परिणामस्य निरूपणे एव तत्र किञ्चित् समवायिकारणम् क्षम्यताम् असमवायिकारणस्य प्रसङ्गः अपि आगतः. तर्हि इदानीं तत्सर्वं समाप्य पृथक्त्वम् इति नूतनगुणः तस्य विषयः. तर्हि अग्रे पठतु भगिनि. प्रकृतम् अनुसरामः क्रमप्राप्तं पृथक्त्वं लक्ष्यति. पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति. तत्तु पृथक्त्वस्य लक्षणवाक्यमस्ति. पृथक् व्यवहार असाधारणकारणं पृथक्त्वम् इति. सर्वद्रव्यवृत्ति इत्युक्ते सर्वद्रव्ये पृथक्त्वम् अस्ति इति. तत्र व्यवहार इति पदं वयं पूर्वमपि एकवारं दृष्टवन्तः खलु. तत्र व्यवहार इत्युक्ते किं? ज्ञानजनकशब्दप्रयोगः. ज्ञानजनकशब्दप्रयोगः इति तत् पूर्वं कुत्र दृष्टवन्तः इति स्मरति वा? आम्, संख्याविषये दृष्टवन्तः. कालः उत्तमं. काल परिमाणं मानव्यवहार असाधारणकारणं परिमाणम्. उत्तमं. तर्हि वयं पूर्वं दृष्टवन्तः. तर्हि अत्र पृथक्त्वव्यवहार असाधारणकारणं पृथक्त्वम् इत्युक्ते पृथक्त्वम् इति पृथक् इति यदा वयं व्यवहरामः अत्र तस्य अवगमनार्थम् इत्युक्ते पृथक् इति पदस्य अवगमनार्थं यत् कारणं भवति तस्य ज्ञानजनकशब्दप्रयोगः इति यद्भवति तस्य कारणं यद्भवति तदस्ति पृथक्त्वम् इति गुणः इति. यदा वयं तत्र गतः पटात् पृथक् अथवा पटः पुस्तकात् पृथक् इत्येषां प्रयोगं कुर्मः चेत् तत्र घटः पटात् पृथक् अथवा पटः वृक्षात् पृथक् इति वदामः चेत् तत्र पृथक् इति पदस्य ज्ञानं भवति खलु. तद् ज्ञानं भवति यतोहि पृथक्त्वम् इति कश्चन गुणः अस्ति इति कृत्वा. यथा अतीतादि व्यवहारहेतुः कालः इति वयं दृष्टवन्तः. तत्र अतीतः घटः इति वदामः चेत् तत्र अतीतः इति पदस्य अर्थः तत् इत्युक्ते ज्ञानं भवति यतोहि कालः इति कश्चन द्रव्यम् अस्ति इति कृत्वा. तद्वत् पृथक् इति पदस्य पदेन वयं ज्ञानं प्राप्नुमः यतोहि पृथक्त्वम् इति कश्चन गुणः अस्ति इति. अस्तु, अग्रे पठतु भगिनि. अस्य प्रत्ययः सर्वद्रव्येषु भवति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात् अतः अयमपि गुणः नवद्रव्यवृत्तिः. तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. तेन च शब्दप्रयोगेन श्रोतुः घटविशेष्यक पृथक्त्वप्राकारकं ज्ञानम् उत्पद्यते. अस्य प्रत्ययः सर्वद्रव्येषु भवति. अस्य प्रत्ययः इत्युक्ते पृथक् पृथक् इत्यस्य ज्ञानं सर्वद्रव्येषु सर्वद्रव्ये तद् अस्ति इति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक् इत्युक्ते तत्र पृथक् इत्यस्य ज्ञानम् इति पृथक् इति गुणः सर्वद्रव्येषु भवति इति. इत्युक्ते यदा वयम् आरम्भे दृष्टवन्तः रूपं रसः इति यावत् तद् तथा नास्ति खलु. तथा नास्ति. तर्हि अत्र रूपम् इति गुणः कुत्र अस्ति? रूपम् इति गुणः पृथ्वी वायो नास्ति. पृथ्वी जले अपि नास्ति. तेजसि रूपं कुत्र कुत्र अस्ति? पृथिव्याम् अस्ति, अस्तु, पृथिव्याम् अस्ति, आम् पृथिव्याम् अस्ति, पृथिव्याम् एव अस्ति, पृथिव्यामेव अस्ति वा? अस्तु, तर्हि जलं तेजः वायोरूपं नास्ति, जले रूपं नास्ति, जले रूपं नास्ति वा? पृथ्वी जले तेजसि, अस्तु, तर्हि जले जले कीदृशं रूपम् अस्ति? ओहोहो, शीत, सुनील् महोदय भवान् किं चिन्तयसि, चिन्तयति किञ्चित्, भास्वरशुक्ररूपं पुनः वदतु महोदय, क्षम्यताम्, अभास्वरशुक्लं जले अस्ति इति चिन्तयामि, उत्तमं, तेजसि किम् अस्ति? भास्वरशुक्लम्, उत्तमं, तर्हि तेजसि अस्ति भास्वरशुक्लरूपं, जले अस्ति अभास्वरशुक्लरूपम्, अपि च पृथिव्यां, पृथिव्यां सप्तविधम् इति हा उत्तमं, पृथिव्यां सप्तविधम् इति दृष्टवन्तः, तर्हि रूपम् इति गुणः तत्र नवद्रव्यवृत्तिः नास्ति इति दृष्टवन्तः, तत्र रूपं रूपं रसः तदनन्तरं स्पर्शः एतत् सर्वं वयं यदा दृष्टवन्तः तत्र तादृशः नास्ति, शब्दः अपि खलु, तत्र तत्सर्वं नवद्रव्यवृत्तिः नास्ति, तदेव आरम्भे वयं दृष्टवन्तः, तदनन्तरं संख्या इति आरभ्य यद् वयं दृष्टवन्तः तत्र संख्या तः पश्यामः चेत् तत्र तत्सर्वं संख्यापरिमाणम् इदानीं पृथक्त्वम् एतत् सर्वं नवद्रव्यवृत्तिः इति वयं दृष्टवन्तः, नवद्रव्यवृत्तिः इत्युक्ते सर्वेषु द्रव्येषु अस्ति इति वर्तते, अत्र उदाहरणरूपेण अस्ति, घटः पटात् पृथक् अस्ति इति, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इति, इत्यादि ज्ञानानां जायमानत्वात्, इत्यादि ज्ञानानां ज्ञानं जनयति इति किल, जायमानत्वात् इत्युक्ते इति ज्ञानम् उत्पद्यति इति कृत्वा, अतः अयमपि गुणः नवद्रव्यवृत्तिः, अतः एव एतद् पृथक्त्वम् इति गुणः अपि नवद्रव्येषु वर्तते, तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते, तद् एतद् नवद्रव्यवृत्तिः इति ज्ञात्वा घटः पटात् पृथक् इति प्रयोगं कर्तुं शक्नुमः इति वा? हा, इत्युक्ते पृथक्त्वम् इति गुणः तस्य ज्ञानम् अस्ति इति कृत्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते, इत्युक्ते पृथक्त्वम् इति गुणः नास्ति, तस्य ज्ञानमपि नास्ति चेत् घटः पटात् पृथक् इति कथं वा वक्तुं शक्नुमः? तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यक पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते, यदा श्रोतुः घटः पटात् पृथक् इति श्रूयते चेत् तद् तेन च इत्युक्ते किं, तेन च शब्दप्रयोगेण इत्युक्ते किं, तेन च शब्दप्रयोगेण इत्युक्ते तद् पृथक्त्व घटः पटात् पृथक् इति प्रयोगेण वा? उत्तमम्, इत्युक्ते तत्र आकारः अस्ति खलु, घटः पटात् पृथक् इति यः आकारः अस्ति तद् अस्ति इति कृत्वा तेन च शब्दप्रयोगेण श्रोतुः इत्युक्ते यः शृणोति, तर्हि घटः पटात् पृथक् इति वाक्यं यः शृणोति तस्य मनसि तस्य मनसि घटविशेषकपृथक्त्वप्रकारकम् इत्युक्ते घटः पृथक् इति घटस्य विशेषणम् इति तस्य मनसि ज्ञानम् उत्पद्यति. इत्युक्ते इदानीं घटः पटात् पृथक् इति वदामः चेत् तत्र पृथक्त्वं कुत्र अस्ति? पृथक्त्वं घटे अस्ति. हा, पृथक्त्वं घटे अस्ति. उत्तमं. तर्हि अत्र घटः पटात् पृथक् इति वदामः चेत् तत्र पृथक्त्वम् इति पृथक् इत्यस्य भावः अस्ति खलु. यदा वयं घटः अतीतः इति उक्तवन्तः तत्र अतीतत्वम् इति घटे तद्वत् पृथक्त्वम् इति तत्र तस्य भावः घटे अस्ति. अपि च पृथक्त्वम् इति गुणः अपि अस्ति. पृथक्त्वम् इति कश्चन गुणः अस्ति इति कृत्वा यदा वयं घटः पटात् पृथक् इति वदामः तत्र घटे पृथक्त्वम् अस्ति, घटः पटात् पृथक् इति ज्ञानं श्रोतुः मनसि आगच्छति. तत्र अग्रिमपुटे तत्र चित्रं पश्यतु किञ्चित्. तत्र घटः अस्ति, घटे अस्ति विशेषता, पृथक्त्वे अस्ति प्रकारता. यतोहि घटः इति विषयः, पृथक्त्वम् इति विशेषणं. तदेव अत्र घटविशेष्यकपृथक्त्वप्रकारकम् इत्युक्ते घटे विशेष्यता अस्ति, पृथक्त्वे प्रकारता अस्ति इति. स्मरति खलु तत्र विशेष्यता, विशेषता, प्रकारता, एतत् सर्वं. तर्हि इदानीं तत्र घटे विशेषता अस्ति, पृथक्त्वे प्रकारता अस्ति. घटः पटात् पृथक् इति वदामः चेत् तत्र तथा निरूपितज्ञानं, तस्य ज्ञानं भवति शब्दप्रयोगेन. शब्दप्रयोगस्य कारणमस्ति पृथक्त्वम् इति गुणः. इदानीं तद्वाक्यं वदति वा तत्र चित्रं दृष्ट्वा? घटनिष्ठ घटत्व अवच्छिन्न विशेष्यता निरूपित निरूपितज्ञानं पृथक्त्वनिष्ठ पृथक्त्वत्वम् अवच्छिन्न प्रकारतानिरूपकज्ञानं ज्ञाननिष्ठकार्यता ज्ञाननिष्ठकार्यतानिरूपितकारणता आश्रयः शब्दप्रयोगः, शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयत्वं पृथक्त्वम्. उत्तमं भगिनि. कारणता आश्रयः पृथक्त्वम् अथवा कारणता आश्रयत्वं पृथक्त्वे. अस्तु, इदानीं तद् वाक्यं पठति वा? आम्. तथा च घटत्व अवच्छिन्न विशेष्यतानिरूपित पृथक्त्व अवच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयः पृथक्त्वं तत् तादृशकारणता आश्रयत्वं पृथक्त्वस्य लक्षणम्. इत्युक्ते इदानीं लक्षणवाक्यं पुनः एकवारं पठतु. पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति. इत्युक्ते इदानीं तादृशकारणाश्रयत्वं पृथक्त्वस्य लक्षणं. कीदृशकारणाश्रयत्वं? तत्र व्यवहार असाधारणकारणम् इति यदस्ति, तत्र ज्ञानजनकशब्दप्रयोगस्य कारणं यदस्ति पृथक् इति शब्दस्य, तद् अस्ति पृथक्त्वम्. अवगच्छति वा? आम् आम् भगिनि. उत्तमं. तर्हि सुनील् महोदय, भवान् एकवारं यद् वदति वा तत्र किं भवान् अवग अथवा पुनः एतत् पङ्क्तिः पुनः एकवारं पठित्वा अपि वक्तुं शक्नोति यत् परिच्छेदः? अहं वक्तुं प्रयत्नं करोमि भगिनि. अत्र यदा वयं घटः पटात् पृथक् इति वाक्यं स्वीकुर्मः, अत्र घटः विशेष्यं भवति, पृथक्त्वम् इति विशेषणं भवति. अतः पृथक्त्वं घटे अपि अस्ति. अतः पृथक्त्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति, यदा वयं पूर्वं दृष्टवन्तः. अत्र अतः घटः पटात् पृथक् इति शब्दप्रयोगेन अत्र घटविशेष्य पृथक् प्रकारम् इति ज्ञानं मनसि जनयति. अनन्तरं चित्ररूपेणापि वयं वक्तुं शक्नुमः, अत्र विशेष्य विशेषणभावं स्वीकृत्य घटनिष्ठ घटत्व अवच्छिन्न विशेषितानिरूपितज्ञानं पृथक्त्व पृथक्तनिष्ठ पृथक्तवत्वम् अवच्छिन्न प्रकारतानिरूपकज्ञानं ज्ञाननिष्ठकार्यता निरूपककारणताश्रय शब्दप्रयोगः तादृशशब्दप्रयोगनिष्ठकार्यतानिरूपककारणताश्रयत्वं पृथक्त्वम् इति अपि वक्तुं शक्नुमः. उत्तमम्. अस्तु, तर्हि अग्रे सरेम. महोदय, भवान् एव पठतु. भेदस्य पृथक्त्वस्य च को विशेषः? भेदस्य पृथक्त्वस्य च को विशेषः? अत्र इदं वक्तव्यं, घटः पटः न, घटः पटात् भिन्नः इत्यादिप्रत्ययाः अन्योन्यभावं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताभावरूपं साधयन्ति इति उक्तं. तैः ज्ञानैः सिद्ध्यम् असिद्ध्यन् पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्येति. तथैव उत्क्षेपणं न घटः न पटः, घटत्वं पटत्वात् भिन्नम् एतविशेषः तद्विशेषात् भिन्नः, समवायः न संयोगः, घटाभावः न पटाभावः इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति. तथा च भेदः अन्योन्यभावः सर्वत्र वर्तते. एकक्षणं महोदय, एतस्य अवगमनस्य प्राक् वयं किञ्चित् अन्योन्यभावविषये किञ्चित् पुनस्मरणं कृत्वा पुनः आगच्छेम. अत्र एकत्रिंशत्तमे पुटे सर्वोपि पदार्थः उक्तसम्बन्धेन इति अस्ति खलु, तत् किञ्चित् पठतु. सर्वोपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटः नास्ति इति अभावः, घटं विहाय जगति सर्वत्र भवति, अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. एवं पटः न इति भेदः, पटं प्रतियोगिनं विहाय सर्वत्र भवति. अयमेव च भेदः अन्योन्यभावः इति अभावविभागे चतुर्थः निर्दिष्टः. तल्लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यन्ति. अत्र एतत् केवलम् एतद् वदतु, तत्र अन्योन्यभावः अपि च अत्यन्तभावः, तत्र तयोः मध्ये भेदः कः? इत्युक्ते अत्यन्तभावः इत्युक्ते कः, अन्योन्यभावः इत्युक्ते कः? अत्यन्ताभावः इत्युक्ते यत्र घटः न इति वयं वदामः, इत्युक्ते घटस्य अभावः अस्ति इति वयं वदामः, तत्र घटः आनयति चेत् घटस्य अभावस्य नाशः भवति इति अत्यन्ताभावः. अन्योन्याभावः इत्युक्ते घटः पटः न इति वदामः चेत् घटस्य भावः घटं विहाय अन्यत्र नास्ति इति. अतः घटस्य भावः घटे एव भवति, अतः अन्योन्याभावः इति. इत्युक्ते यदा तत्र भूतलं भूतलमस्ति, तत्र भूतले यत्किमपि नास्ति चेत् अत्र घटः नास्ति इति वदामः, तत्र किमपि उपस्थितः नास्ति, कोऽपि उपस्थितः नास्ति, अत्र घटः नास्ति इति वदामः चेत् तत्र घटस्य आनयनेन तत्र घटः आगच्छति चेत् तत्र तस्य अभावः नश्यति, तदस्ति अत्यन्तभावः. परन्तु भूतले अथवा अस्माकं पुरतः किमपि वस्तु अस्ति, तद्वस्तु घटः न इति वदामः चेत् तत्र अस्ति अन्योन्यभावः. तर्हि तदस्ति अत्यन्तभावः अपि च अन्योन्यभावः इति विषये स्मरति वा? इदानीं तदनन्तरं वयं तत्र अधिकरणस्यापि भवति अनियोगी इति संज्ञा इति दृष्टवन्तः खलु. तत्र प्रथमाविभक्तिकत्वम् अपि च सप्तमीविभक्ति कुत्र, तत्सर्वं स्मरति वा कोऽपि, किञ्चित् वक्तुं शक्नोति वा अथवा पठेम, चिन्ता नास्ति, एवमेव पृच्छामि. दूरवाणी आसन्दे अस्ति चेत् अत्र आसन्दः अनियोगी इति प्रयोगः वा? हा सत्यम्. इत्युक्ते अनुयोगी इति वयं किम् उक्तवन्तः, तत्र अभावः यः अस्ति तस्य अभावे निष्ठ यः विरोधः अस्ति तदस्ति अनियोगिता इति उक्तवन्तः खलु. तत्र अभावः अभावः यत्र अस्ति तद् अनियोगी इति वयम् उक्तवन्तः. अपि च तद्विहाय अभावस्य क्षम्यताम् अनियोगी इति पदस्य इतोपि एकः अर्थः अस्ति, अधिकरणस्यापि अनियोगी इति वक्तुं वदामः इति वयम् एकवारं दृष्टवन्तः पूर्वम्. तादृश अनियोगी तत्र अभावनिष्ठविरोधरूपा नास्ति, परन्तु अधिकरणता इति, अधिकरणे निष्ठधर्मः इति अपि वयं दृष्टवन्तः. अस्तु, तर्हि एवं कुर्मः. तत्र पुष्पा भगिनी, भवती तत्र प्रथमपङ्क्ति पठति वा? तत्र अभावाः एतावता निरूपिताः, तत् किञ्चित् झटिति पठति वा? तत्र केवलं स्मरणार्थम्. अस्तु, रामप्रिया भगिनी, भवती पठति वा? आं भगिनि. अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः अनियोगिता अपि उक्ता. अनियोगिता अपि अस्तु. अस्य च अनियोगिताशब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्य अपि क्वचित् अनियोगी इति व्यवहारः दृश्यते. यथा भूतलं घटा अनियोगी, अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति. इयं च अनियोगिता न अभावनिष्ठ विरोधरूपा. इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा. किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणता एव. तथा च भूतले गता अनियोगिता अस्ति इति उक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. अस्तु, तर्हि एतद्वयम् इदानीमेव उक्तवन्तः. इत्युक्ते अनुयोगी इति पदस्य अभावस्य प्रसङ्गे एकः अर्थः अस्ति, परन्तु अत्र अधिकरणम् इति भिन्न अर्थः अपि अस्ति इति वयं दृष्टवन्तः. अस्तु, रामप्रिया भगिनी अग्रे पठति वा? आम्. एतां च अधिकरणतारूपम् अनियोगिताम् आधाय भेदः अत्यन्त अभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति. इत्युक्ते अत्र भेदः इत्युक्ते किम्? भेदः इत्युक्ते अत्यन्त क्षम्यताम् अन्योन्य अभावः. हा, उत्तमं. तर्हि तत्र अन्योन्यभावः अत्यन्त अभावः तयोः मध्ये वैलक्षण्यं तत्र अनियोगितां स्वीकृत्य, इत्युक्ते अधिकरणरूप अनियोगिता इत्युक्ते अधिकरणम् इति अर्थे अनुयोगिता इति अधिकरणता इति अर्थे अनुयोगिता इति पदम् उपयुज्य अत्र वयं तयोः मध्ये वैलक्षण्यं किम् इत्युक्ते भेदः कः इति वयम् अवगन्तुं शक्नुमः इति. पठतु भगिनि. अत्यन्त अभावस्थले बोधनाय प्रतियोगितावाचकपदस्य प्रथमा अनियोगितावाचकपदस्य च सप्तमी भवति. यथा भूतले घटो नास्ति इति अत्यन्त अभावबोधकः प्रयोगः. अत्र च घट अभावः भूतले अस्ति, अभावप्रतियोगिता घटे. तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति. अभाव अनियोगी भूतलम्, अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति. एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगीवाचकपदस्य प्रथमा अनियोगीवाचकपदस्य सप्तमी विभक्तिः समर्थनीया. इत्युक्ते वदतु भगिनि, तत्र किम् अवगतवती तत्र विभक्तिविषये? यदा प्रतियोगीवाचकपदस्य प्रथमा विभक्ति भवति, अनियोगीवाचकपदस्य सप्तमी. यदा भूतले घटो नास्ति इति वयं वदामः चेत् तत्र एकक्षणं, तत्र प्रथमं तत्र प्रसङ्गः कः? अत्र अत्यन्त अभावः. अत्यन्त अभावप्रसङ्गे भूतले घटः नास्ति इति वदामः चेत् अत्र अनियोगी वाचकपदस्य किं भवति? तत्र अनियोगी किं प्रथमम्? अनियोगी भवति घटः, क्षम्यताम्, अनियोगी भवति भूतलं. प्रतियोगी भवति घटः. उत्तमम्. इत्युक्ते तत्र अभावस्य अनियोगी अस्ति भूतलम्, इत्युक्ते अभावस्य अधिकरणम् अस्ति भूतलं, तस्य प्रतियोगी अस्ति घटः. तर्हि तत्र घटस्य प्रथमा विभक्तिकत्वम् इत्युक्ते प्रतियोगीवाचकशब्दस्य प्रथमा, अपि च अनियोगीवाचकशब्दः इत्युक्ते तत्र भूतलम् इति यद् अधिकरणम् अस्ति तस्य सप्तमी विभक्ति भवति इति. हा, इदानीम् अन्योन्यभावप्रसङ्गे किं भवति अग्रिम? सुनील् महोदय, भवान् पठति वा? अग्रिमपरिच्छेदः वद पुनः. हा, भेदस्थले तु इति अस्ति खलु अग्रिमपरिच्छेदः. भेदस्थले तु प्रतियोग्य अनियोगित अनियोगि वाचकपदाभ्यां प्रथमा विभक्तिः भवति. यदा घटः पठः न इति, यदि घटभेदः पटे अस्ति इति वक्तुमिच्छति तदा पटः अनियोगी घटः प्रतियोगी. इयमपि पटनिष्ठा अनियोगिता अधिकरणता एव. एवमिह विपरीतमपि सम्भवति. पटभेदः घटनिष्ठः बोधयितु इष्ट चेत् अपि इदं वाक्यं भवति. तर्हि अनियोगिता घटनिष्ठा. अनियोगिता प्रतियोगितोयोः आश्रयभेदः अपि विभक्तो भेदः नैव भवति इति भेदस्थले विशेषः. अत्र इदानीं अन्योन्याभावः विषये घटः पटः न इति वदामः चेत् तत्र घटः प्रतियोगी अस्ति, पटः अनियोगी अस्ति इति. किमर्थं पटः अनियोगी? अत्र घटः पटः न अस्ति इति स्वीकुर्मः चेत् तत्रैव अधिकरणता भवति इति. हा, इत्युक्ते घटभेदः पटे अस्ति इति कृत्वा यदा वयं पूर्वं घटाभावः भूतले इति उक्तवन्तः, तत्र घटाभावः इति घटः अस्ति प्रतियोगी, घटे प्रतियोगिता, भूतलम् अस्ति अधिकरणम् अथवा भूतलम् अस्ति अनियोगी, तस्मिन् अनियोगिता इति उक्तवन्तः. तद्वत् अत्र घटः पटः न इति वदामः चेत् तत्र वस्तु तत्र यद् घटः पटः इत्युक्ते प्रतियोगी अनियोगी द्वयोः अपि प्रथमाविभक्तिकत्वं खलु. परन्तु अत्र चिन्तयतु, घटः पटः न इति वदामः चेत् घटभेदः पटे इति वयं वक्तुं शक्नुमः. यदा घटभेदः पटे इति वदामः तर्हि पटः भवति अधिकरणम् अनि अथवा अनियोगी. सम्यक्. तर्हि घटः अस्ति प्रतियोगी, तर्हि अधिकरणम् इत्युक्ते अनुयोगी, तस्यापि प्रथमाविभक्तिकत्वं. प्रतियोगी इति यः घटः अस्ति तस्यापि प्रथमाविभक्तिकत्वम् इति भवति. तर्हि तदेव अस्ति भेदस्थले. अद्य अत्र स्थगयामः. एतदेव पुनः तत्र आगच्छति. तत्र प्रथमवाक्यम् अस्माकं प्रकृतविषयः यदा आसीत् तत्र घटः पटः न इति पश्यामः चेत् तत्र घटः इति प्रतियोगी, पटः इति अनुयोगी. तत्र घटः पटः न अपि च घटः पटाद् भिन्नः इति यदस्ति तत् किञ्चित् पुनः परिशील्य अत्र भेदः अपि च पृथक्त्वं तयोः मध्ये भिन्नता अस्ति वा अथवा नास्ति वा इति इदानीं किञ्चित् गम्भीरचर्चा भवति. तद् अग्रिमकक्षायां कक्षासु अथवा पठेम. अस्तु, धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. नमस्ते.